सूत उवाच तस्या वचः समाकर्ण्य कारुण्यं नारदो गतः तयोर्बोधनमारेभे कराग्रेण विमर्दयन् तस्या भक्त्याः वचः समाकर्ण्य श्रुत्वा नारदः कारुण्यं गतः करुणाधीनः तयोः ज्ञानवैराग्ययोः बोधनम् आरेभे आरब्धवान् कराग्रेण विमर्दयन् कराग्रेण तौ ज्ञानवैराग्यौ विमर्दयन् बोधया बोधया बुद्ध्यस्व बुद्ध्यस्व इति तयोः बोधनम् आरेभे आरब्धवान्।